पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 49 ब्राह्मण्युवाच एकतादुमहाभागगदास पर्वतोत्तमे रमणीयं वनं दृष्ट्वा कदलीखण्डमण्डितं शालैस्तालैस्तमालैश्च नालिकेरैस्तथोत्कटैः पूगीफलैर्माधुलिगैर्नारङ्गैश्चारु जम्बुकैः चम्पकैः पाडलैः पुण्यैः पुष्पितैः कुडकैर्वटैः अशोकबहुलोपेदं नानावृक्षैरलङ्कृतम् पर्वतं पुण्यवन्तं तं पुष्पितैश्च नगोत्तमैः सर्वत्र दृश्यते रम्यो नानाधातुसमाकुलः तडागं सर्वतो भद्रं पुण्यतो येन पूरितं कमलैः पुष्पितैश्चान्यैः सुगन्धैः कनकोत्पलैः श्वेदोत्पलैर्विभासं तं रक्तोत्पलसुपुष्पितैः नीलोत्पलैश्च कह्लारैर्हंसैश्च जलकुक्कुडैः पक्षिभिर्जलजैश्चान्यैर्नानाधातुसमाकुलः तडागं सर्वदशुभ्रं नानापक्षिगणैर्युदं कोकिलानां हृदयः पुण्यैः सुस्वरैः परिशोभितः मधुराणां तथा शब्दैस्तत्र मधुरायते षट्पदानां सुनादेन सर्वत्र परिशोभते एवंविधं गिरिं रम्यं तदेव वनमुत्तमं तडागं सर्वतो भद्रं ददृशे नृपनन्दिनी वैदर्भीक्रीडमाना सा सखीभिः सहिता तदा समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् चापल्येन प्रभावेण स्त्रीभावेन च लीलया पद्मावती सरस्तीरे सखीभिः सहिता तदा जलक्रीडा समालीना हसते गायते पुनः रममाणा च सा तस्मिंस्तस्मिन् सरसि भामिनी एवं विप्रतदा साधु सुखेन परिवर्तयेत विष्णुरुवाच गोभिलो नाम वै दैत्यो भृत्यो वैश्रवणस्य च दिव्येनापि विमानेन सर्वभोगपरिप्लुदः यादि चाकाशमार्गेण गोभिलो दैत्यसत्तमः तेन दृष्टा विशालाक्षी वैदर्भी निर्भया तदा सर्वयोषिद्वरासाहि उग्रसेनस्य वैप्रिया रूपेण प्रतिमालोके सर्वाङ्गेषु विराजदे रतिर्वै मन्मथस्यापि किं वापीयं हरिप्रिया किं वापि पार्वतीदेवी शची किं वा भविष्यति यादृशी दृश्यते चेयं नारीणां प्रवरोत्तमा अन्यापि ईदृशी नास्ति द्वितीया क्षितिमण्डले नक्षत्रेषु यथा चन्द्रसम्पूर्णो भादिशोभनः गुणरूपकलाभिस्तु तथा भादिवरानना पुष्करेषु यथा हंसस्तथेयं चारुहासिनी अहो रूपमहो भाव अस्यास्तु परिदृश्यते काकस्य शोभना बाला चारुवृत्तपयोधरा व्यमृषद्गोभिलो दैत्यः पद्मावतीं वराननां चिन्तयित्वा क्षणं विप्र का कस्यापि भविष्यति ज्ञानेन महदा ज्ञात्वा वैदर्भीदिन संशयः दयिता उग्रसेनस्य पतिव्रतपरायणा आत्मबलेन तिष्ठन्ती दुष्प्राप्या पुरुषैरपि उग्रसेनो महामूर्खः प्रेषिता येन वैवरा पितुर्गेहमियं बाला सदुभाग्येन वर्जितः अनया विना स जीवेच्च कथं कूडमदिः सदा किं वा न पुंसको राजा येनां यो हि परित्यजेत तां दृष्ट्वा सदु कामात्मा संजातस्तत्क्षणादपि इयं पतिव्रता बाला दुष्प्राप्या पुरुषैरपि कथं भोक्ष्याम्यहं गत्वा कामो मामधिपीडयेद् अभ्युक्त्वैनां यदा यास्ये तस्यान्मृत्युर्ममैव हि अद्यैव हि न सन्देहो यद कामो महाबलः इति चिन्तापरो भूत्वा गोभिलो मनसैक्षत कृत्वा मायामयं रूपमुग्रसेनस्य भूपदेहे यादृशस्तुग्रसेनश्च साङ्गोपाङ्गो महानृपः गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया यथा वस्त्रो यथा वेषो वयसा च तथा पुनः दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः सर्वाभरणशोभाङ्गो यादृशो माधुरेश्वरः भूत्वा तादृशो दैत्य उग्रसेनमयस्तदा मायया परया युक्तो रूपलावण्यसम्पदा पर्वताग्रे अशोकस्य छायामाश्रित्य संस्थितः शिलातलस्थो दुष्टात्मा वीणादण्डेन वीरकः सुस्वरं गायमानस्तु गीतं विश्वप्रमोहनं तालमानक्रियोपेदं सप्तस्वरविभूषितं गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः पर्वताग्रे स्थितो विप्र हर्षेण महतान्वितः सखी मध्यगता साधु पद्मावती वरानना शुश्रुवे सुस्वरं गीतं तालमानलयान्वितं कोयं गायति धर्मात्मा महत्सौख्यप्रदायकं गीतं हि सत्क्रियोपेदं सर्वभावसमन्वितं सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा अशोकश्चायामाश्रित्य विमले सुशीलातले ददर्शभूपवेषेण गोभिलं दानवाधमं पुष्पमालाम्बरधरं दिव्यगन्धानुलेपनं सर्वाभरणशोभाङ्गं पद्मावतीपतिव्रता मधुरेश समायाद कदा धर्मपरायणः मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः यावद्धि चिन्तयेत् सा च तावत् पापेन तेन सा समाहूता तुरीभूय एव त्वं हि प्रिये मम चकिता शङ्किता सा च कथं भर्ता समागतः लज्जिता दुःखिता जाता अथ कृत्वा ततो मुखम् अहं पापा दुराचारा निःशङ्का परिवर्तिता कोपमेवं महाभागकरिष्यदि न संशयः यावद्धि चिन्तयेत् सा च तावत्तेनापि पापिना समाहूता तुरीभूय ये ह्यो हि त्वं मम प्रिये त्वया विना कृतो देवि प्राणान् धर्तुं वरानने न हि शक्नोम्यहं कान्ते जीवितं प्रियमेव च तव स्नेहेन लुब्धोऽस्मि त्वां त्यक्त्वा नोत्सहे भृशं ब्राह्मण्युवाच एवमुक्ता कदा पश्यत् सुमुखं लज्जयान्विता समालिङ्ग्य ततो दैत्यसदीं पद्मावतीं तदा एकान्तं तु समानीता सुभुक्ता इच्छया तदः दैत्येन गोभिलेनापि सत्यकेदो सुदा तदा सुकलोवाच मुष्कस्थानेस्य सङ्केतं न विन्ददवरानन स्ववस्त्रं सा परिगृह्य शङ्किता दुःखिता ह्यभूद सा सक्रोधा वचप्राह गोभिलं दानवाधमं कस्त्वं पापसमाचारो निर्घृणो दानवाकृतिः शप्तुकामा समुद्युक्ता दुःखेनाकुलिते क्षणा वेपमाना तदा राजन् दुःखभारेण पीडिता मम कान्तच्छलेनैव त्वयागत्य दुरात्मवन् नाशिदं धर्ममेवाग्र्यं पादिवृत्यमनुत्तमम् सुस्वरं रुदिदं कृत्वा मम जन्मत्वया हृदं पश्य मे बलमत्रैव शापं दास्ये सुदारुणम् एवं सम्भाषमाणातं शप्तुकामादु गोभिलम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकला चरित्रे एकोनपञ्चाशत्तमोऽध्यायः ॐ